पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 11 सूत उवाच सन्ध्यावन्दनकर्म क्रियदामिति रामो मुनिमाचष्टायम् उष्णद्युतिराप्यस्तमुपैधि द्विजकुलमेदन्नीडमुपैधि स्वयमपि सन्ध्यावन्दनकामो व्रजदुत्तरदिशमुच्छितयानः आहाहुः कृतसङ्गीतिर्बन्दी प्रमुखप्रस्तुतकीर्तिः गौतमी तडमुपेत्य राघवो वायुनन्दनसुधौ तपद्युगः जाम्बवत्कृतकरावलम्बनः प्रापदुत्तमनदीं तु गौतमीं करद्वये धृतकुशसराघवः प्रागमद्वरणदिशामधोत्तमां दत्त्वा तदोर्खत्रितयं यथाविधि प्रहृष्टरोमाध जजापसौन्दरे सम्प्रार्थयित्वा वरुणं यथाक्रमं शम्भुं वसिष्ठं प्रणनाम राघवः ताभ्यां कृदाशीरगमन्मनःपदं हनूमदाक्षालिदपादपङ्कजः जुहाववह्नीनदबन्धिमागधैः संस्तूयमानोऽथ विनिर्ययौ बहिः प्रहसच्चन्द्रकिरणैः सुधालिप्तमिवाम्बरं प्रसन्नतारकाकुसुमं विधानमिव सर्वतः अधा गच्छत्सौधतलं वृद्धामात्येन कल्पितम् नानासनसमोपेदं सभास्थानं ययौ नृपः अधमुनिं ह्युपवेश्य स राघव स्वयमपि प्रथमासनमाभजत कपिगणाः परिदपृथुविग्रहा रचनया स्थितिमाप्रदीपेदिरे सुखस्थितम् नृपमभिवीक्ष्य सद्विजो वचस्तदा समुचितमाह शम्भुः इह स्थितो भवति समस्तपूजितकथं कथा नृपवरवर्तते गुहायाम् आकर्ण्याधरखुद्वहो द्विजवच शुश्रूषरासीत्कथां तत्रस्थो निपुणं निवार्यवचनं सर्वैः श्रुतं तत्क्षणाथ शुश्रूषापि कथं महाद्भुततया स्वात्माश्रयामन्यथा रक्षो बाधनवादिनीमथ नृप किं त्वेददित्याह च कुम्भश्रोधवधः पुरा समजनि प्राप्तो दशास्योवधं पञ्चादित्ययमन्यथा विरचितं रामायणं भाषते कोऽयं विप्रवरः समस्तजनदा नास्तिक्य सम्पादको राज्ञां स्थानमुपेत्य वक्ति समया दण्डोऽध पूज्योऽथवा अथाह जाम्बवानमुं रघुत्तमं कथां प्रति रामायणं न तावकम् त्विदं हि कल्पितं मदं समस्तमत्र विस्तराद्वदामि देवतच्छृणु पङ्गेरुहस्य सूनुदो मया श्रुतं पुराह्यभूद जाम्बवन्दं विज्ञाप्य रामचन्द्रो वचनमाह। श्रीराम उवाच, कीर्तय पुराणं मे शुश्रूषुः, कुतूहलादहं प्रणीतं तत्केन च विज्ञातम्। जाम्बवानदभाषे हि विधात्रे नमो नमस्तथैव विधुभूषण केशवाभ्याम्। अथ पुरातनं रामायणं कथयामि, यस्य श्रवणे नाखिल जन्म सम्पादित पापक्षयो जायते। अथ तथापि दशरथो दशरथ समानरथी महीयस बलेन सुमानस नाम नगर जिगीषया पङ्गेरुह सुदसुतं वसिष्ठमाहूय नमस्कृत्वा मुनिदत्तानिज्ञः सदाक्षौहिणी सेनया सहारुह्य तुरङ्गमं चन्द्रसमानशरीरमधिरोषसमाविष्टो विष्टरश्रवसमाराध्य दण्डयात्रां चकार। साध्यो नाम स्वीयया सेनया वृतो दशरथाभिमुखमाययौ योद्धुं युद्धं चान्योन्यमभूत्। मासमेकं युद्धं कृत्वा दशरथस्थं साध्यं जग्राह। अध साध्यसूनुर्भूषणो नामाल्प परिवारो युयुधे दशरथेन। दशरथोऽपि साध्यसूनुं भुवो भूषणमवलोक्य योद्धुमेव नैच्छद। कथा मेदादृश्यं हन्मि चास्मिन् अदेश्य कथं पिता भविष्यति कथं तन्मादा कथमप्रौढयौवना प्रियार्या। अमुष्य हि देहे समालिङ्गनचुम्बन परिवर्तन नवीन तरदलारविन्दपदानि कुसुमानीव दृश्यन्ते। ये दत्समानवर्णवया एतादृशः सुभगः परमप्रीतिवर्धनो नाम पुत्रो भल्लूकभक्षितो मृदस्मृतिपथं प्राप्यापि मां रक्षयितुमिच्छदीव मम हृदयमन्यथा करोति इति मनसा विदर्क्यादिबालकं ग्रहीतुमारभत। स च साध्योऽपि पराधीनो बभूव, स च कुमारेण सह पराजय खेदमपि मत्वा सुखमध्युवास च। दशरथोऽपि तत्र मासं स्थित्वा तत्पुत्र सन्दर्शनसुखमवलोक्या चिन्तयत्। अहो सर्वदुःखापनोदनक्षममेदन्मुखावलोकनं पुत्रसंवर्धनं नाम सर्वराष्ट्रिको मम जयः। पुत्रवियोगमनुस्मरदो दुःखाय केवलं भवति। तदस्य पृच्छां करोमि कथमीदृशो जायते पुत्र इति विदर्क्य तमपृच्छद। साध्योऽपि सकलमोक्षमार्गं क्षिदीशायादिशद। हरीशानौ सहाराध्य सर्वैकादशी रूपेष्य द्वादशीषु ब्राह्मणानाराध्य त तत्तत्कालभवं फलपूर्वमन्नाद्यं व्यञ्जनं पुष्पं च न्यायेन सम्पाद्य कपिलाकृतेन केशवं स्नापयित्वा मुद्गचूर्णेन संलिप्य स्वादूदकेन स्नापयित्वा सुरभिपाटीरं स्वयमुत्कृष्टं मृगनाभ्या गुरुसारेण वासमेदं देवाङ्गं सर्वमुपलिप्य तुलसी दलैर्युधिकाकरवीरनीलोत्पलकमलकोकनदद्रोणककुसुम मरुवदमनकगिरिकर्णिका केतकी दलपूर्वैर्यथा सम्भवमभ्यर्च्य द्वादशाक्षरेण पुरुषसूक्तेन वा नाम्ना षोडशोपचारेण वाराध्य प्रणम्य नृत्यं कृत्वा देवं क्षमापयेत् तथा व्रतानि विचित्राणि नारायणप्रीणनाय कुर्यात् प्रसन्नो भगवान् मुनिरीप्सितं पुत्रं यच्छति तदमुमाराधयस्वेदि दशरथमुक्तवान् स चापि साध्यं तत्र स्थाप्य गत्वा योध्यां तथा सर्वं कृतवान् अध पुत्रकामेष्टौ समाप्ताया माहवनीयाद्यज्ञमूर्तिः शङ्खचक्रगदापाणिरुदतिष्ठद राजानं च वरं वृणीष्वेत्युक्तवान् स च राजा वव्रे पुत्रा नदि धार्मिकान् दीर्घायुषश्च दुरो लोकोपकारकान् देहीति अथ राजमहिष्यश्च दस्रकौशल्या सुमित्रा सुरूपा सुवेशा चेति राजानमब्रुवन् देवम् प्रदियोषमेकेन पुत्रेण भवितव्यम् अथ कौशल्योवाच एष यदि प्रसन्नो देवस्तदायमुत्पद्यतां मम राजोवाच मम यदिष्टं तदयं प्रार्थ्यते हरिः विष्णो प्रसीददेवेश कमलापदे शङ्खचक्रगदाधर विभीषणसृष्टिस्समस्तलोकपालादिपूजित पादयुगलशाश्वतहरे नमस्ते नमस्ते एवं स्तुतो भगवानथ राजानमाह माधव उवाच तव पुत्रो भविष्यामि कौशल्यायाम् अथ चरुं प्राविशद्धरिः तं चरुं हि चतुर्धा विभज्य भार्यायोभ्यो दत्तवान् अथ कौशल्यायां रामो लक्ष्मणः सुमित्रायां सुरूपायां भरतः सुवेशायां शत्रुघ्ने जज्ञे कात्पुष्पवृष्टिश्च पपात अध चतुरानः स्वयमुपेत्य जातकर्मादिकाः क्रियाश्चक्रे त्रिभुवनाभिरामतया राम इति नाम चक्रे रूप शौर्यादि लक्ष्मीयोग्यतया लक्ष्मण इत्यपरस्य भुवम् भर्ताराह्यतीति भरदशत्रून्हन्तीति शत्रुघ्न इति नामानि कृत्वा ब्रह्मा स्वभवनं जगाम शिशवश्च वृद्धि मीयुः अथ पादसञ्चारिणं बालचन्द्रसङ्काशदर्शनं बिम्बाधर मुन्नद तिलप्रसूननासं पुरश्चूलिकालम्बमान रत्नपत्रकं श्रवणलोललम्बमानकुण्डलं वक्षस्थलविचलितस्थूलमुक्ताहारं विलसत् कार्तस्वरो बह्वलयं सिञ्चन्मणि कङ्कणरत्नाङ्गुलीह्यकं हेम मणिरजितश्रोणिसूत्रं सिञ्जन्ननूपुरोपशोभितपादमङ्गुलीयोपशोभितपादमध्याङ्गुलीयकं वज्राङ्गुशसरोजलाञ्छन शोभितोरुपादतलं तूणीरसदृशजङ्घं करिकरसदृशोरुं विस्तृतजखनं सूक्ष्मवध्यं वर्तुलावर्तकं गम्भीरनाभिमिन्द्रनीलशिलाविशालवक्षस्थलम् कम्बुग्रीवं चन्द्रबिम्बसदृशवदनमर्धचन्द्रसुदृशललाडं नीलकुटिलकुन्तलं क्रोडासक्तं धूलिभिरापाण्डुरं फुल्लपद्मलरदालक्रविलोललोचनं महेश्वर मिवोद्धूलितभूतिं महेश्वरमिव दिगम्बरं रामं कुमारं राजा दशरथो दृष्ट्वा हर्षपरिपूर्णहृदयपुत्रमालिङ्ग्य चुम्बित्वा वक्षस्यालिलिङ्गदृढम् अथ कुमारोऽपि पार्श्वे नास्याङ्गमारोप्य कलकलितलोचनो यत्किञ्चिदुवाच यजमानमिदस्तदो वीक्षमाणः तादगच्छेषयेतादक्रीडामि तादेत्यादिपुत्रसुखमनुभूयानुभूय निर्वृतिं ययौ अध कदाचिद्भोक्तुमागदे राजनि रामचन्द्रो बालक्रीडासक्तहृदयो बहु क्रीडनकरकमल उत्प्लुत्य धावमानो नरपदि पुरस्थित मणिखजिद सुवर्णभाजनस्तमन्नम् वामकरेण गृहीत्वा रजनिचिक्षेप इदमपि राजा सुखाय मेने येदादृशान्यन्यानि चकार रामचन्द्रः अथ कदाचित्क्रीडमाने रामेवात्या राममपादयद्रामश्च रुदन्नपतत एतस्मिन्नन्तरे ब्रह्मराक्षसो राममगृह्णाद्रामश्च मूर्च्छामाप अधसहचरो बाल इतस्तदो रोरूयमाणो रामं तथाविधं राज्ञे व्यज्ञापयत। अथ राजा राममादाय वसिष्ठमाह किमिदं रामस्येति पप्रच्छ। अथ वसिष्ठो भस्मादायाभिमन्त्र्य ब्रह्मराक्षसं मोचयामास। पप्रच्छ को भवानिति स चाहाहं वेदगर्विदो ब्राह्मणो बहुश परधनमपहृत्य ब्रह्मराक्षसो जादो मे निष्कृतिं विचारय। वसिष्ठ उवाच इदानीमिदः परमेकवर्षशतोपभोग्यं राक्षसत्वं नरकं भागीरथीस्नानमेकं शिवाय बिल्वपत्रशतं समर्प्य ततः स्नात्वा पापाद्विमुक्तो भवसीति। कदाचित्तादृशं कृतपुण्यं तव पदं प्रयच्छामि तदुपरिशिष्टां गतिं भजेदि वसिष्ठवाक्यमाकर्ण्य ब्रह्मराक्षसो। वसिष्ठोपदिष्टपुण्यवशाद्दिव्यशरीरो भूत्वा नमस्कृत्वा स्वर्गं जगाम। अध रामं प्राप्ते काले उपनीयवसिष्ठो वेदानध्यापयामास षडङ्गानि मीमांसाद्वयं नीतिशास्त्रं चाध्यापयामास। अध धनुर्वेदमायुर्वेदं भरदगान्धर्व वास्तु शाकुन विविधयुद्धशास्त्राणि च। अध विवाहं कर्तुकामेन राज्ञा दशरथे नानादेशजनपदीन् प्रति दूधा प्रेरिताः। अध कश्चिच्छिक्रमागत्य राजानमिदमब्रवीद राजन्विदर्भदेशाधिपतिर्विदेहो नाम राजा तस्य पुत्री वैदेही होम लब्धारूपेण लक्ष्मी समा सर्वलक्षणसम्पन्ना रामयोग्या विद्यते। स च तां दातुं राजा रामायोध्यदः तद्गम्यतां शीघ्रमिति। अथ वसिष्ठादीन् प्रेषयामास तेज तत्र गत्वा तां च निरीक्ष्य लग्नं निश्चित्यायोध्यामेत्य राजानमुक्त्वा रामसहिता पृथिवीपदि समेधाशीघ्रं विविधकरितुरगशकटशिबिकान्दोलिकाभिरधि सुभगरूपभोगविलासक्रियानि पुना विदिदविविधचेष्टाङ्गं थर्वाः कामशास्त्रसुकुशलाः मृदुकठिनपृथु पयोधरासन्नकण्ठाः स्थूलसूक्ष्मललाडबिम्बदशनच्छदमुखपङ्कजाः कुटिलकुन्दलदीर्घकेशधम्मिल्लाः कनकपत्रकर्णाः स्नानचेष्टयोद्धितरोमशोभितजपाकुसुमरक्तदशना विशदविस्फुरश्चभरीलोचनाः शुक्तिका सदृशश्रवणाः नक्षत्रसदृशस्थूलमुक्ता फलोपशोभितानासा पुडा मुकुरसदृशकपोलास्तिलप्रसूननासिका आनम्रमध्यप्रदेशचूचुका इन्द्रगोपप्रदीकाशाधरपुड दशनक्षदाः समदीर्घकाङ्गप्रदर्शनास्तिद सर्वप्रदेशवर्तुला नादिमांसलाः पिण्डकाग्र्यं दिनिव्योवलितबाहुमूला अनदिचिरकालोद्धितरोमतया हरिद्रा वर्णतया च कर्णिकारदलसदृशबाहुमूला मृदुस्निग्धवर्तुलसूक्ष्ममध्यप्रदेशाः कठिनस्थूलवर्तुलामग्नचूजुकपरस्परस्थानाक्रमणस्पर्धि पयोधरमध्यलब्धपदकपयोधरो परिचञ्चलविविधमणिमयहारोपशोभितवक्षस्थलाः पयोधरपरिदो लब्ध पदस्तया तरुणदृष्टिपरम्परतया असमानयानाभिकूपोपरिदान रोमराज्योपशोभितोदरप्रदेशा भज्यमानमध्यस्थलीकरण एव वलीत्रयोपशोभित मुष्टिग्राह्यमध्याः करिकरोपमजखनप्रदेशा अरोमसदृशमृदुस्निग्धामला समजाह्व्यकदलीस्तम्भसनिभोरुयुगला आमग्नजानुकृशकुशवर्तुलपिण्डिकार हिदजङ्घा आमग्नगुल्फा आसूक्ष्मस्निग्धा दीर्घदीर्घाङ्गुली पादानूपुररवाह्वयमानमदना हंसमदङ्गजगमना दक्षिणाङ्गुष्ठस्पर्शिकच्छाग्रा उपरि कच्छं नीवीं कृत्वा करद्वययुधावस्त्रप्रदेशकण्ठमप्रावृत्या परवसनपरिभागा वृदस्तनवसना परभागे वामांस एव दक्षिणपार्श्वगतेन दशाभागेन नाभिप्रान्तेन प्रवेशितोपशोभितगात्रयष्टयो योषितो विवाहमङ्गलकर्मकरणायानेकश आगच्छन् बालिकाश्च विद्युल्लतां शुशोधितगात्रयष्टय उद्भिन्न कुचकमलकुट्मलविविधहारोपशोभिवक्षसो यत्किञ्चिद्भाषिण्योदि चचल मृदुगदयो वृद्धवनिता चागच्छन् अध विदेहे पुरध क्रोशमात्रे चूदवनिकायां विविधविटपविस्तरप्रदेश विविधविहङ्गकूजिता कर्णन दत्तकर्णवनहरिणशाववत्यां महारजदनिर्मितोच्च नीचप्रासादोपशोभितप्रदेश विविध विहङ्गायां हेमवल्कलसंविदभसिदोद्धूलितशरीरजडिलमुनिगणध्यानोपासनोपशोभिद वृक्षमालायां विविधविद्यधरवधूपयोधरभाराभिभूत विचरिततरङ्गसरसीयुतायां सरसीरसरस्तीरमिलितसैरन्ध्रीयुवतिभिराहूयमानतरुणजनायां नानावर्णकुसुमसौरभवासिताशेषप्रदेशायामिदस्तदो रिरंसया प्रदर्शितस्वारशभरी विलोचनतरलचक्षुषा प्रभाविलसितशरीरवेश्या जनायां विविधाश्चर्ययुतायां दशरथसामात्यपुरोहिताभिरामरामादि पुत्रसहितसुखमुवास अथ वैदेहोऽपि मिथिलां नानापदाकोपशोभितां विविधप्रासादगोपुरोद्यानदेवतायतनोपशोभितामन्योन्यकेलिचतुरयुवति जनानुकीर्णामुशीरविरचितमहापां सुकेली जनोपशोभितविशिखां विविधपण्योपशोभितरध्यां तत्र तत्र ब्रह्मकोशशोभितमठां प्रतिमन्दिरं मीमांसादिव्याख्यानसम्पादिसमाध्ययनां सुपुण्यहविर्गन्धसमाधिस्वरपदक्रमश्रुतिब्राह्मणवाडिकामनेकपरिवृढमन्दिरप्रवेशनिष्क्रीदा गुरु कुङ्कुमाध्वर्युवेषां मृदुलवसनताम्बूलरक्तदन्तच्छदकामिनी मृदुवचनकठिनवचनकरसंज्ञा निर्धारितप्रतिवचन विविधोपायन हरणकरजनोपशोभितां मृदुधवलजखन परिवीदवस्त्रोपरिभागेन स्निग्धवर्तुलपरस्परसङ्कर्षपयोधरमध्यप्रदेशोपशोभितवामांसकन्दोपशोभितवनितां विविधमुक्ताहार जपासङ्काशदशनच्छदमन्दहासमालाकारसहस्रोपशोभितां पुण्यासवसाधनमन्दिरां तत्र तत्र विचित्रतोरणां विशुद्धवीदिकां तत्र तत्र स्थापितकल्पपादपां रम्भाविभूषितद्वारां पुरीं शोभिदां शोभयामास अथापि कलनार्थं विलासिन्यो निशा दुर्वाक्षदा मन्द्रमङ्गलकज्जलितकैशिकधम्मिल्लदाग्रन्थितजडोपशोभित सीमन्तशीर्षशोभितनासामुखविचित्राभरणार्हण हेम पात्रा वस्तिताज्य गुग्गुलु फलादि सौभाग्यद्रव्य मुद्वहन्तीभिः स्त्रीभिरन्यैरपि शोभितजनैः स राजा निर्जगाम। तदानीं मङ्गलतुल्यघोषादेव दुन्दुभिभेरी निःसाणमर्दलशङ्गादिनादाः प्रादुर्बभूवुः। गायकाश्च मङ्गलानि जगुः मङ्गलवेदवाक्यानुपाठेन वैदिका ब्राह्मणाः कुलपाठका भेरीकोशेन कृष्णमाकाशमापूरयन् अधान्योन्याक्षदपूर्वमङ्गी कुर्वन्तःसूदबन्धिजनादिभिः स्तूयमानाः पुरं प्रविविशुः। विदेहनगरात् पश्चिमभागे निर्मितं मन्दिरं दशरथप्रविवेश अवशिष्टाश्च यथा योग्यं भवनं विविशुः। अध नारदो मिथिलां तदानीमेवागच्छद विदेहोऽपि देवर्षिमभिपूज्य स्वागतं दृष्ट्वा भोजनं कारयित्वा सुखासीनायमुनये सखनसारं ताम्बूलं दत्त्वा व्यज्ञापयत् श्वो विवाहे भवान् स्थातुमर्हति कारयितुं विवाहम्। नारद उवाच श्वो हि नक्षत्रं सूर्यनक्षत्रदर्शनं तत्र विवाहो न कर्तव्य इति। अथ मौहूर्तिकं वृद्ध गार्ग्यमाहूय राजा पप्रच्चक्व विवाहमुहूर्तः स्व इति गार्ग्य उवाच। राजा च नारदं गार्ग्यं चोदीक्ष्य भो इदमिद्धमिति पप्रच्च। अथ नारदो गार्ग्यमुवाच कथमुक्तं लग्नं दास्यसि। अथ गार्ग्यो विषखडिकाश्च विहाय लग्नं दास्यामि इत्युवाच। नारदोऽपि ब्रह्मवचनानि किं न जानासीत्युक्तवान् गार्ग्यम्। गार्ग्यस्तुष्टस्तान् दोषानपठत। उल्काजब्रह्मदण्डश्च मोककम्पस्तथैव च सर्वकार्यविनाशाय दृष्टा वै ब्रह्मणा पुरा प्रदिष्टासु विवाहेषु मौञ्ची बन्धाभिषेकदः। अन्येषु सर्वकार्येषु विषनाडीर्विवर्जयेत्। अध परं तु कार्याणां करणेन च दोषभाक् विवाहादिषु कार्येषु दोषमेव वदाम्यदः। उल्कादहेत्कुलं सर्वं ब्रह्मदण्डो विनाशयेद् मोकस्तु मरणाय स्यात् कम्भकम्पाय कर्मणः। इति नारदोक्तमाकर्ण्य गार्ग्यो मुनिर्मौनपरोऽभवत्। दध्यौ रविं ग्रहपदिं विहाय विषनाडीर्विवाहः क्रियतमिति। नारद उवाच कथं ब्रह्मवचनं। सूर्य उवाच देशभेदेन व्यवस्थोदिदा तदस्मिन् देशे विवाहो विषखडिकां विहाय कर्तव्य एव। नारदोऽप्यनुमेने उवाजस्वपराह्णे च क्षत्रविवाहश्च भवेदस्वयं वरार्थं नृपा आगच्छन्तु तन्नृपदूतान् प्रेषय अधराजा दशरथानुमदेन सर्वानेव नृपानागमय्या चिन्तयत् कथं सर्वानेव तिरस्कृत्य वैदेही रामाय देयेही अधरात्रौ मुहुर्मुहुर्निश्वस्य निद्रालुरपि न निद्रामाप अध मध्ये निशं राजा शुचिर्भूत्वा त्र्यम्बकं साम्बिकं मङ्गलदुकुलधारिणं कमलभव पुरुषोत्तमशक्रप्रमुख निखिल देवैर्भृगुप्रमुख मुनिवरैर्हाः प्रमुख गन्धर्वैस्तुम्बुरु प्रमुखैश्च श्रुति स्मृतिदिहास पुराणैर्मूर्तिमद्भिश्च सिद्धविद्याधरादिमातृकागणैश्च नन्दीप्रमुखगणैश्च सेव्यमानपदकमलं सर्वामङ्गलपरिमोचकमधिपुण्यसलिलया गङ्गया निष्फलं केन चन्द्रमसा सेव्यमान शिरोभागं वामाङ्कारूढया गिरिजया प्रदीयमानवीडिं सहासं सकामं सह वेक्षणमादधानं गोक्षीरसदृश्यं प्रतिकूलकस्तूरिका सदृशकण्ठं मृदुसूक्ष्मस्निग्धजडाभिर्विरचितकपर्दं विशुद्धकार्त्वस्वरकुण्डलोपशोभितगण्डभागं द्विराष्ट्रवर्षवयसं गोक्षीरसदृशस्थूलमुक्ताफल कौसुम्भवर्णाञ्चलेनावेष्टितशिरोभागं विविधरत्नविरचितकार्त्वस्वरभूषितवक्षस्थलमधिधवलोपवीदेनोपशोभितशरीरमम्बिकानुलग्नकुङ्कुमारुणसुगन्धि शरीरमीक्षमाणं तर्जमानकाममर्गणं कोडिकन्दर्पसदृशं मनसा चिन्तयत जजापशदरुद्रियं जुहावचतेनैव कामाकुदीः प्रास्तुवच्च पुरुषसूक्तेन अध तादृश एव महेश्वरस्तत्र प्रादुरभूद अध राजा नमस्कृत्यास्तु वीद राजोवाच क्षुतिसलिलगगनपवनदहनरविशशि यजमानमूर्तिभिराष्टमूर्ते विश्वमूर्ते लोकमूर्ते त्रिभुवनमूर्ते वेदपुराणमूर्ते यज्ञमूर्ते स्तोत्रमूर्ते शास्त्रमूर्ते स्वधामूर्ते नारायणमूर्ते सर्वदेवतामूर्ते त्रयी मयत्रयी प्रमाणत्रयी नेत्रसामप्रिय वसुधाराप्रियभक्तिप्रियभक्तसुलभाभक्तविदुरस्तुतिप्रिय धूपप्रियदीपप्रियकृतक्षीरप्रिय द्रोणकरवीरप्रिय श्रीपत्रप्रिय कमलकह्लारप्रिय नन्द्यावर्तप्रिय बहुलप्रिय यूधिकाप्रिय कोकनदप्रिय ग्रीष्मजलावासप्रिय यमनियमप्रिय नियतेन्द्रियप्रिय जपप्रिय श्राद्धप्रिय गायनप्रिय गायत्रीप्रिय पञ्चब्रह्मप्रिय सदाचारप्रिय गोत्रोत्सादिकमलभवहरिहरिनयनसमर्चित पादकमलजयप्रद हरि पाप्रार्थित जलोत्पादित चक्रप्रदर्शकृत्समृदि युक्तिपद स्मृतमङ्गलप्रद मृत्युञ्जय नमस्ते नमस्ते इति स्तोत्रमाकर्ण्य भगवान् भवो राजानमुवाच वरदोऽहं वरं वृणु राजोवाच श्रीमन्मम कन्या वैदेही रामाय दीक्षिता स्वयंवरे कुलरूप बलोत्साह सम्पन्नानेकभूप राक्षसविप्रादि सर्वप्राणिसमागमे रामाधिकबलो यदि तामग्रहीष्यत्तदा वचनमनृतं मम पापं च भविष्यति प्रत्युद दशरथोऽपि सर्वानेवागदान्विजेतुमलम् शत्रकदनश्च रामो यद्यायास्यति तर्हि मम सुतां किं करिष्यति वा किङ्गि वा प्रेषयिष्यति कीदृशं कारयिष्यति मम किं वा करिष्यति सर्वथा हि प्रभूद बलवाहनो नरपदिरशेषमपि त्रिभुवनं हन्यात् किमुद मामल्पसत्त्वं किमुद बहुना भवानेव शरणं ममोपायं वद यथा विवाहे श्रेयो भविष्यति रामश्च रामादा भविष्यति शम्भुरपि तथा करोमीत्युवाच राम एव नाथसीताया भविष्यति रामं च कृत्वा स्वस्त्यद्यैव करिष्यामि गृहाणा जगवं धनुरितं राजोवाच किमेतेना जगवेन धनुषा स्वयंवरे सीतां रामं प्रापय शङ्कर उवाच इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति तस्मै देया मया सीता प्रतिज्ञामेवमाचर इत्येवमुक्त्वा भगवान् गणैरन्तर्दधे हरः अधा दातुं धनुराजा न शशाकादियत्नदः अधोज्ज्वलं शतसहस्रगजबलं समाहूय गृहाण्येत्युवाच स चापि मातुलं नत्वाट्टहासं कृत्वोत्प्लुत्य धनुर्द्वाभ्यां कराभ्यामुद्धार जानुपर्यन्तं मादालो मारीच श्रुत्वा एकाकी विप्रवेशं कृत्वा विदेहमयाचद वैश्वदेवान्दे प्राप्तमधितिं मामवैहि राजोवाच स्वागतं भो इदं ब्रह्मन्नासनं तत्र निषीदेति स चादिधिस्तदेत्युक्त्वा निशसाद अधराजा जलमादाय पादौ प्रक्षाल्य गन्धपुष्पाक्षतैरभ्यर्च्य महाजं तस्मै निवेद्य भोजनाय प्रार्थयामास स चापि तदन्नं षड्रसोपेदं सौवर्णभाजनगदमीक्षमाण इवेतस्ततो विलोकयामास तस्मिन्नेवावसरे सिदा पद्मकिञ्चल्कप्रभेशदरुणवसनं बिभ्रदि नीलकुटिलकुन्दलैश्चलद्भिर्यूनां मनांस्याकर्ष यद्भिः प्रेक्ष्यमाण दृष्टिभग्नकलैरिव स्त्रीणां चित्तमीदृशमिति दर्शयद्भिरिवोपशोभित ललाडानङ्गचापशुभ्रू पद्मपत्रारुण विलोचना तिलप्रसूननासा मृदु स्निग्धरो मशकपोलानन्तर रक्तोष्टरक्तासनमाणिक्य निभदाडिमीदशना जपाकुसुमारुणा धरादिशोभिद चिबुका शुक्ति कर्णा समदीर्घकण्ठादि मांसलवक्षाः पीनोद्भिन्न कुजकुट्मलानेकहारोपशोभिद शुभगाकारा नदि मांसलबाहुलदा मुग्धायद समानाङ्गुलिशिखा पद्मारुण पल्लवाविविध बहु रत्नाङ्गुलीभूषणमुष्टिग्राह्य मध्यासु रोमराजिगम्भीरनाभिः पृदुजखनाकरि करोरुस्तुणीरजं खासु पादकमला नूपुरादि पादविभूषणा पादाङ्गुलीभूषिता विकसितसौगन्धिकं विदधी भुञ्जान मारीचस्य पुरतश्चागदा वीक्ष्यासावचिन्तयदेनां कथमपहरामि कथमालिङ्गामि कथमन्यत्किञ्चित् करोमीत्येवमवसरमलभ मानस्तूष्णीमेव विनिर्गतः अथ देवा धनुःसज्जीकरणाय यदमाना अहं पूर्विकया विद्यमाना अन्योन्यतिरस्कारेण महेन्द्रप्राप धनुरुत्तमं प्रान्तद्वयात्परं न वा नमयितुं शशाक अथ सूर्यो धनुरादाय नमयन्नेव निपपाद वायुर्बलवदां श्रेष्ठो जग्राह जगवमधस्वेनैव करणोत्कर्षयन्नध पपाद धनुश्च वायोरुपरि पपाद अहसंस्तदा सर्वे यदस्मिन्नन्तरे तुरगवरमारुह्य बाणासुरः सहस्रबाहुरनेकानेक शिरोभिर्दैत्यैः परिवृतः प्रह्लादसमेतो विदेहपुरी माजगाम अथ स्वविभूषणोद्भासितां दिशं कुर्वन् स्वतेजसा पयशसो देवधा कुर्वन्नाना विधगीतं शृण्वन् द्व्यङ्गुलमात्रेण शक्तो विररामा प्रह्लादो बलिश्चैव धावतेध विरे मधुः अधराक्षसेषु तूष्णीं भूतेषु राजानोति बलिनः समागदा ज्याबन्धा शक्ता अपसृत्यतस्तुः अध ब्राह्मणाः समागताः अध विश्वामित्रो धनुरादाय एकाङ्गुलपर्यन्तं सज्जं कृत्वा विरराम निवृत्ताश्चापरे अध दिनमात्रे धनुषि तूष्णीं भूतेषु राघवः सहानुजैरागत्य धनुर्निरीक्ष्यास्पृशद अध राजकुमारा शदधः समागताः सर्वाभरणभूषिता धनुर्दृष्ट्वा पस्पृश्युर्न चालनक्षमाः अध दाशरथिप्रमुखाः कुमाराः समागताः अध वेस्त्रच्छच्छरपाणयः समागमन् सर्वानेवापसारयामासुः अध रामो लक्ष्मणहस्तं गृहीत्वा सर्वाभरणभूषितो धनुरासाद्य स्पृष्ट्वा नत्वा प्रदक्षिणीकृत्य धनुरादायो दधार तदा दानसमये सर्व ये वैत्य सहासमूचुः अत्र भग्ना महारथा इति अध स रामो धनुर्ज्यास्थानमवनमय्य धनुषि जानुं कृत्वा सज्यमेककरेणोत्पादयन् कोट्या मनामयत अध सज्जीकृतं दृष्ट्वा सर्व एव नासाग्रह्ण्यस्ताङ्कुलयो भवन् रामोऽपि ज्यामन्वनादयत तेन नादेन सर्वेषां मनांसि क्षुभिधान्यासन् रामेण सज्जितं धनुरिति सर्वत्र वादसञ्जातः जनकोऽपि सीतां रामाय ददौ राजभिश्च युद्धं कृत्वा तान्निर्जित्य स्वपुरीमगाध अधैकदा दशरथो रामं यौवराज्येऽभिषिच्य सुखी बभूव सर्वप्रजारञ्जनाच्च रामो राजानुमद इति सर्वप्रजावादोऽभूद अध कैकयदेशाधिपतितनया सुवेषा रामं राजान मसहमाना राजानमुवाच मम वरदानावसर इति राजा चिन्तयत् किं देयमिति देव्युवाच चतुर्दशवर्षाणि रामो वनं विशदु पालयदु राज्यं भरतः राजानृतवचनदोषभयात् कथं कथमपि स्वीचकार अधवसिष्ठं भावितयावोचत रामो वनाय निर्गच्छति अस्य किं वा भवेदिति विचार्य शुभाशुभं ब्रूहि वसिष्ठो विचार्य सहर्षं राजानमुवाच गत्वा वनं निखिलदानव वीरहन्ता शम्भोरनेकविधपूजनमादनोति सीता वियोग ऋषिद कविसेनया च तीर्थोन्दधिं दशमुखं च निहन्ति रामः आगम्य राज्यं रघुनन्दनोऽपि बहूनि वर्षाणि समातनोति प्रशस्तकीर्तिर्निखिले विलोके सर्वेण देवेन चिरं न्यवासीद सुपुत्रयुक्तो बहु यज्ञयाजी परिवृढः सर्वगुणाधिकश्च इति वसिष्ठवचनं श्रुत्वा दशरथो रामगुणान्ननुस्मरन्नित्युवाच श्रेयो मे मरणं रामस्य निर्गमने इति अथ रामो मातरं पितरं गुरुं च वसिष्ठं पितृपत्नीर्नमस्कृत्य वनाय जगाम अधोपवने दिनमेकं स्थित्वा जडाकारयित्वा वल्कलं वासो दित्रैकोपवीधि कृदन्तशुद्धिरेकेनोपवीतेन जडां बद्ध्वा भस्मोद्धूलित सर्वाङ्गो भसित निष्ठुरकायो मुक्ताफलदाम मणिव्यत्यस्तरुद्राक्षमालामुरसि दधानोल्पभूषणाधिभूषित सीता सहायो लक्ष्मणानुचरो विवेश वनान्तरम् अद्धानेक राक्षसांस्तस्मिन्निजघान भवानिव निखिलं चकार सीता पहरणादिनिखिलमपि भवता यथा तथा स्याथ सुग्रीवाश्रम मृष्यमूकपर्वतं रामो जगाम निबिडच्छायाच्युत वृक्षमासाद्य लक्ष्मणसहायः परिश्रयमकल्पयत् वृक्षे दुधनुषी आरोप्यासीन लक्ष्मणाङ्गे शिरकृत्वा हरिचर्मशय्याशयनो लक्षिताङ्गीतिं शृण्वन्वृक्षफलं निरीक्षमाणो वानरमेकं मणिकुण्डलं हेमपिङ्गलं सदृढबद्धमौञ्जीकौपीनमच्चोपवीधि नमदि चञ्चलं फलमादायात्मनिविक्षिभन्धं पुष्पमञ्जरीश्च किरन्दं गानमनुकुर्वन्तं व्यजनेन रामं विजयं दमारुह्य शाखामपि तथा विजयं तमाबद्ध चूदफलमात्रं रामो वीक्ष्य लक्ष्मणमभाषद लक्ष्मणकोऽयं कपिरिति लक्ष्मणोऽपि न जान इत्युवाच अध रामः समाहूय कस्य त्वं किं नामत्ये पृच्छद स च सुग्रीवस्य हनुमानित्युवाच रामं नत्वा सुग्रीवमेत्य नत्वा देवनारायण इवा परः पुरुषो युवा मे कश्यामो जडी आजानु बाहुरदियशस्वी सूर्यसङ्गाशेन सहापरेण नरेण इहास्ते अध तरुच्छायाधः संस्थितौ सर्वलक्षणसम्पन्नौ राजपुत्रौ दृष्ट्वा उक्तश्चताभ्यां सुग्रीवाय निवेदयेदि तत्त्वयि निवेदितम् अथ सुग्रीवः सत्वरमुद्धाय पुष्पसलिलादिद्रव्यमादाय पादप्रक्षालनादिकं कृत्वा फलानि समर्प्य व्यज्ञापयद कौयुवां किमर्थमागतौ राजपुत्रौ तपस्विना विधि सुग्रीववचनमाकर्ण्य लक्ष्मणेनापार्षद रामः दशरथतनया वा वां रामलक्ष्मणौ दुष्टनिग्रह शिष्टपरिपालनाय वनं गदाविधि अथ सुग्रीव आह युवयोरुपकारमपकारं कार्यमस्तीति लक्ष्यते अन्यथा सेना समेधा वागमिष्यतः लक्ष्मण आह अस्ति कार्यान्तरम् अमुष्य भार्या केनापहृता न ज्ञायते त्वामन्वेष्टुमागतौ तदेवा वयो कार्यमन्यदानुषङ्गिकं तदर्थमपि जलधिं तराव अपि पातालं प्रविशाव अपि नाकं साधयावः अपि महेन्द्रं पादयावः अपि बलिनं हनावः किमपि कुर्वहे सुग्रीव उवाच रावणेनापहृदया कयाचिद्ध्रियमाणा गदया विभूषणानि कानिचित् परित्यक्ता निकदानि मया सङ्गृहीतानि तानि दर्शयामीत्याभाष्य रामं मन्दिरमागमय्य दर्शयामास रामोऽपि निरीक्ष्य निश्चित्य प्ररुद्य क्व गतोऽसौ रावण इति पप्रच्छ स च दक्षिणामाशाङ्गद इति बभाषे अध रामस्तेन सख्यमकरोत् अपृच्छच्च किमर्थमिह भार्याहीनस्थित इति सुग्रीव उवाच मम भ्राता वाली महाबलो मम भार्यां राज्यां चापहृत्य किष्किन्धायामास्ते युद्धेन चाहं पराजितः तद्वधाय सर्वथा मम चिन्ता यथा सौ त्वया निहन्यते तथाहमपि सागरं बद्ध्वा परतीरे लङ्कायां स्थितां सीतां रावणेनापहृदां तव समर्पयामीत्याभाष्य शपथं कृत्वा सुग्रीवो वालिनाधिबलिना युद्धाया हूतेन युयुधे रामोऽप्यनन्तरमनिच्छयाद्वालिनं नाहनद अथ सुग्रीवः पलायितो राममिदमभाषद तव चित्तमविज्ञाय प्रवृत्तोऽहमरणाय रामोऽपि युवयोर्विशेषज्ञानान्मया तूष्णीं भूतं चिह्निदं त्वा निरीक्ष्यतं हन्मि अथ सुग्रीवश्चिह्नं कृत्वा वालिनं युद्धायाहूय समतिष्ठद ताराबभाषे वालिनं सहाय वा निललक्ष्यते सुग्रीवो नो चेदेवं नाह्वयदि ज्ञातं मया रामलक्ष्मणौ दशरथतनयौ नारायणांशौ भूभारावतरणाय समागतौ तावस्य सहायभूतौ वाल्युवाच नीधिमान्नाम्र इति मया श्रुतः न हि बलवन्तं विहाय दुर्बलं भजदे तादृशसमायादु वा रामप्रतिपन्नमधिकं कृत्वा बिभेदि वीरो यदि रामस्वयं युद्धाय यादस्तदा युद्धं कर्तव्यमित्याभाष्य तारां सम्भाव्य सुग्रीवयुद्धाय निर्यातः अध मुष्टियुद्ध मन्योन्यमभूद रामोऽपि वालिनं जखान पपात च वाल्याः च शास्त्रयुद्धे वा बाणखादोध स शोणिद सर्वाङ्गो बभूव अध तारा चाङ्गदश्च समागत्य व्यथितौ बभूवधुः अध राघवं वानराः समायादा वाल्युपान्ते निपेदूरुदुश्च अध तारारामं बभाषे शास्त्रकुशला शूरा धार्मिका राघवा पुरा चापि रामकथं पापमकार्षीत् नक्षत्रधर्मं जानीषे राजगणसेवितम् अन्योन्यं युद्ध्यस्थोर्युद्धे जयो वा मरणं भवेद् अन्यो यदि तयोर्हन्यात् ब्रह्महास निगद्यते किं वैरेण वालिनमाहन किं वानर मांसाशया अभोज्यं वानरं मांसं यद्यात्मनो प्रिया सुखा भावातपरेषमपि तथा भावं मन्यसे अहो विमोहाद्यदि मामा दातुमिदं कृतमेकपत्नीव्रतं तव यदि रावणहृदां सीतामानेतुं सुग्रीव सहायाय कृतमेवमेव हा महदन्तरं बलवृद्धेन महाबलेन वालिना सद्भावेन दिनकरावर्तितान्तरे सीतामानेतुं समर्थेन स्मरणागतरावणदानमर्थेन वानरराजेन पञ्चाशत्परार्धवानरभल्लूकसेनावता आत्मकार्येण सिध्यत इति किं सुग्रीवेणाल्पवीर्येण सप्तपरार्थसेनापदिना कम्बिना किं सिध्यति कार्यं वचनवतः अहोज्ञातं सर्वदेवभद्रं यदुक्तोऽसि वक्तिजरामपृथिवीपदिना मया दुष्टनिग्रहणं कार्यं शिष्टपरिपालनं च वालिना सुग्रीवमहिषी रुमापहृदा राज्यं च अधश्च न तादृग्वधे दोषः तारोवाच सुग्रीवोऽपि तर्हि वध्यो दुन्दुभिनायुध्यदा वालिना बिले प्रविष्टेन वत्सरं तत्रोषितं तदन्तरे च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हन्तु राम उवाच कियत्कालात् पूर्वमिदं च वद तारोवाच षष्टिवर्षसहस्रादर्वागशीदितमे वर्षे रक्षो युद्धे सुग्रीवेण राज्यमपहृतं पुनश्च वर्षान्तरे प्राप्तेन वालिना सुग्रीवः पलायितः अपहृदा तस्य भार्या राज्यं चापहृतम् तस्मिन्नेव दिने भवदपिदुर्दशरथस्याभिषेकः राघव उवाच मया पितुरनुशासनाद्राज्यगददुष्टनिग्रहणं कृतं गुरुवचनस्यानुल्लङ्घनीयत्वात्तदपहरणवेलायां यो राजासनाचरद अथवा स्वतन्त्रौ मृगौ मृगयोर्कदश्च वाली मृगाणामन्योन्यं धारणाद्यजुगुप्सा च यतो मम मृगया वदाधवा मृगाणां चलितस्थितबद्धानां चलभ्रान्तपलायिनम् अधावसृजता सङ्गमुच्छिदिदा मृगया तथा मृगया शास्त्रविधितो मृगयेयं मया कृता दर्शनादर्शनाभ्यं च धावता धावता तथा अवरोहात्परं स्थानं सात्विकानां प्रभिध्यते राज्ञश्च मृगया धर्मो विना आमिषभोजनम् अध रामवचनमाकर्ण्य सर्व एव प्राकम्पह्यञ्चिरांसि वालीबभाषे राममञ्जलिमस्तके निधाय नमस्ते राम शृणुवचनं मम शङ्खचक्रगदापाणिपीदवासा जगद्गुरुः नारायणस्वयं साक्षात् भवानिति मया श्रुतम् त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्विनः हव्यकव्यभुगे कस्त्वं पितृदेवस्वरूपदृक् मरणे चिन्तया नश्य त्वां विमुक्तिरदूरदः सत्वं मे दर्शनं प्राप्तो राम मे पापसंक्षयः गृहाणबाणं काकुस्तव्यधिदो भृशमस्म्यहम् अध रामस्तथेदि बाणमादाय वालिनामुवाच किमिष्टं दीयतां वद कपिरुवाच यदि प्रसन्नो भगवान् मम सद्गतिं देहि अयं सुग्रीवस्तथा रक्षणीयोऽङ्गदोऽथ तारा च मया पापिनापराधकृतस्तद्भल मनुभूतम् अधरामं पश्यन्नेव वाली ममारस्वर्गं च गतः अध सुग्रीवं राज्येऽभिषिच्य स्वयं वनं विवेश अध तेन सहायेन जलधिसमीपं गत्वा क्व लङ्का क्व सीता क्व चारातिरिति सुग्रीवमाह रामः अध हनुमानाः प्रविश्य लङ्कां विजित्य सीतां सर्वतत्त्वमवगत्य युद्धं सन्धिर्वा कर्तव्यत् तदुदधिलङ्घनाय किञ्चित् समादिशतु भगवान् अथ सुग्रीवमाह रामः अथ मे दत्खडद इति कपिरुवाच मम वानरा भल्लूप्रमुखा कोडिशस्सन्ति एकं नियुज्य सर्वमाकलय्य यथा युक्तं तथा करणीयम् अध जाम्बवानाः हनुमानेको गच्छतु बुद्ध्यदु लङ्कां अध हनुमानगमल्लङ्कापुरं विजित्य सीतामशोकवनिकायामासीनां तथा च सम्भाष्य विश्वासं कृत्वा वनं बभञ्ज वनरक्षकांश्च बद्धो रक्षसा लङ्कां दग्ध्वा उत्तरकुलं गत्वा रामं दृष्ट्वा वृत्तान्तं कथयित्वा तूष्णीमधिष्ठद अध राम सर्वैर्विचारयामास जाम्बवानुवाच रामेण लङ्का कपिभिर्विनश्यतीति नारदेन ममोक्तम् अध सागरोत्तरेण यत्नतया स्थेयम् अध रामशङ्करमाराध्य सर्वं निवेदयित्वा त्वदुक्तं करोमीति वचनमुक्त्वा शिवमभ्यर्च्य प्रणतो भूत्वा व्यजिज्ञपद हे महादेव महाभूतग्रास महाप्रलयकारण महाहिभूषण महारुद्र शङ्कर परमेश्वर विरूपाक्ष नागयज्ञोपवीदकरिकृत्तिवसन ब्रह्मशिरः कपालमालाभरभूषण नरकास्तिभूषणभसिद परनारायणप्रियशुभचरिद पञ्च ब्रह्मादिदेव पञ्चानन चतुर्वदन वेदवेद्य भक्तसुलभा भक्तदुर्लभ परमानन्दविज्ञानपर पूषदन्तपादन दक्षशिरच्छेदन ब्रह्म पञ्चम शिरोहरण पार्वतीवल्लभ नारदोपगीयमान शुभचरित सर्वत्रिनेत्र त्रिशूलधर पिनाकपाणे कपर्दिन्ननेकरूपधर वृषभवाहन शुद्धस्फटिकसङ्काश चतुर्भुजनानायुध दक्षिणामूर्ते ईश्वर देवपदे गङ्गाधर त्रिपुरहर श्रीशैलनिवास काशीनाथ केदारेश्वर भूषण सिद्धेश्वर गोकर्णेश्वर कनकलेश्वर पर्वतेश्वर चक्रप्रद बाण चिन्तापादक मुरहर पूजितचरणकमल सोम सोमभूषण सर्वज्ञ ज्योतिर्मय जगन्मय नमस्ते नमस्ते एवं स्तुवदो रामस्य पुरदो लिङ्गमध्य कोपेतस्तेजोमय मूर्तिराविर्बभूव अभयवानथ पुनः पद्मासनासीनमुमाधिष्ठिताङ्गमीशमामुक्त सर्वाभरणं सुकान्तिगिरीडिनं हैमवती कडिस्पर्शं करद्वयेनाभयवरप्रदं तरङ्गितानेकदिशाभिः पूर्णतेजस्विनं हासमुखं प्रसन्नवदनं ददर्श रामः परमेशितारं ननाम बद्धाञ्जलिपुनश्च दण्डवत्पपाद अधरामं परमेश्वरोऽपि वरं वृणुत्वं वरदोहमित्युक्तवान् राम उवाच लङ्कां गमिष्यामि समुद्रतरणे उपायमेकं मम देहि शम्भो शम्भुरुवाच ममाजगवं धनुरस्ति तत्कालरूपमविकल्पं वा भवति तदारुह्य समुद्रं तीर्त्वा लङ्कामाप्नुहि रामस्तथेति निश्चित्य सस्माराजगवम् आगतं धनुस्ततश्च रामो पूजयद अध हरो धनुराधाय रामाय दत्तवान् रामोऽपि जलधावपादयत आरुरुः सर्वे वानरा रामलक्ष्मणौ च षष्टिपरार्थं तेषामसङ्घेषु वानरेषु धनुरारूढेषु निकामं ययौ धनुस्तडं वानराश्च ततस्ततो गत्वा निरीक्षयामासुः अधादिकायो नाम रक्षः कपिबलमालोक्य रावणयोक्तवान् रावणोऽपि किं कपिभिशाखामृगैः किं वा मानुषाभ्यां रामलक्ष्मणाभ्यां किमायादं दैवागतमसकं भोजनमित्युवाच अथ सुग्रीवपश्चिमावलम्बिनि भास्वति हनूमज्जाम्बवदादिमहाबलश्चादिकायैरसङ्ख्यातैर्लङ्गापर्स्पर्श्वं गत्वा उपवनं प्रवेश्य नानाबलानि खादित्वा पयः पीत्वोपवन रक्षिराक्षसान्विद्राव्य सर्वविपिनमेकैकशो गृहीत्वा प्राद्रवल्लङ्कां गोपुरं च गत्वा समारुह्य प्रासादं च विशीर्यैकैकशकेचिस्तम्भमादाय रक्षोभिर्युयुधुः एके च शालां बभञ्जुर्गृहाणि चूर्णयामासुर्बालवृद्धस्त्रीजनाधिकं सर्वमेव निजघ्नुः अधैकं प्राकारं निर्जितमाज्ञाय रावण इन्द्रजितं सन्दिदेश इन्द्रजिता च युद्धं वानरा कृत्वा भीधा फलायिताश्च अध हनूमानखिलं निर्गतमाज्ञाय रावणं ज्ञात्वा वानरानाहूय निर्भस्य सेनां महदिं कारयित्वा दशमुखं कल्पयित्वा मोदयामास अध कस्त एवेन्द्रजिद्युयुधे न च वानरास्तं दृष्टवन्तः अध हनुमज्जाम्बवदौ कमुत्पत्य पर्वतशिखराभ्यामिन्द्रजिदं निजघ्नदुः अध भुवि पपादतं लक्ष्मणश्च यमलोकगामिनं चकार अधाधिकाय महाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मणं पीडयित्वा रामेण संयुध्य सुग्रीवं कृत्वा हनुमाजाम्भवद्भ्यां युयुधादे पराजितौ गृहीतौ तौ च योद्धा रावादाय रामसमीपं गत्वा रामायन् निवेदयताम् अधिकायमभाषद रामः रावणस्य मम युद्धं ब्रूहि सजीवानामन्येषां महाभयानां च अधिकाय उवाच निश्चितमिदं पुरास्माभिः कार्यं सेनां विभागशकृत्वा विद्युन्माली नाम राक्षसो महाबलो विचित्रयोगी दर्शनादर्शनयोगी वानरैः सर्वैरेक एव युध्यते अपरे च बलिनो महान्तशिक्षितास्त्राश्चागदा आवाञ्च युवाभ्यां युध्यावो रावणपुष्पकमारुह्या परभागेन त्वामेव निहनिष्यति अन्ये च राक्षसा कुम्भकर्णमुखाश्चात्मरूपं कृत्वा त्वं परिवार्य गृहीत्वा सीतायै दर्शयित्वा तत्सन्निधावेव हनिष्यति रामप्राह अहो बलवदां किमसाध्यमेवं भवति दैवगतिः कुटिला सुग्रीवोदिकोपनः सक्रोधं दृष्ट्वा राममुवाच वध्यावेदौ न मोचनीयौ रामप्राहवध्यौ मोचनीया वेतौ वसनानि भूषणान्यान एत्युक्तमात्रे हनूमदा तान्यानीतानि रामस्ताभ्यां दत्तवान् न त्वयते तल्लङ्गद्वारे दृश्यते दारुपञ्चवक्त्रम् शुक्रेणोक्तमेदेन चिह्नेन रावणो हन्यते अध च दारुच्छेदनसमनन्तरं पदालं गन्तव्यमिति भार्गवभाषितं शासनं लिखितं तस्मात् त्वमिदं दार्वेकप्रयत्नैकबाणनिपातेन पञ्चधाच्छिन्ति तदस्तव शक्तिं ज्ञात्वा युद्धमधिदृढं कुर्वीमहि अध भार्गववचो विज्ञाय रामपूर्वकोट्यं स्पर्शमात्रेण सज्जं कृत्वा धनुषि बाणं संयोज्य रक्षोभ्यां हनूमदाश्रावयन्नेव बाणं मुमोच बाणं धनुषश्चलितं तौ राक्षसौ बाणमार्गं निरीक्षमाणौ दारुबाणेन पञ्चधा चिह्नं निरीक्ष्य रामं व्यज्ञापयदा मा वयो शिशवो रक्षणीयास्त्वयेदि तदेत्याह रामः राक्षसौ लङ्कां प्रविष्टौ अध प्राकारयुद्धं कर्तुं वानरागत्वा सर्वतो वर्णमात्रं हि पार्ष्णिभिः पादैर्जानुभिः करैः पृष्ठैश्च तलसमं कृत्वा द्वितीयप्राकारं गतास्तदा च रावणसमागत्य स सर्वानेवेषुभिर्द्रवयित्वा तदनु गच्छन् राममगाद। अधराममपि पञ्चभिर्बाणैर्विव्याध। अधरामो दशभिर्बाणैरावणं सव्रणं चकार। अनयोरदि दारुणमन्योन्यं युद्धं बभूव। रावणो दशभिर्बाणैर्विव्याध। अध रामबाणैश्चक्षद शरीरो राक्षसः। पलायनपरो भवद वानरालक्ष्मणश्च कोडिकोडि राक्षसानघ्नन्। अध परस्मिन्नहनि विभीषणो रावणं विचार्येदमुवाच। तृतीयो पायकालोऽयं चतुर्थं न विचारय। चतुर्थो विपरीतो न शस्तशास्तार्थकारिणः। परस्य चात्मनशक्तिं विदित्वा चात्मनोऽधिकं तदा युद्धं प्रशस्तं स्याद्विपरीतं विनाशकं। रामेण बलिना नैव युद्धं ते दुर्बलस्य च। एकेषु वाली हन्तासौ वाचिर्ज्ञातस्त्वया पुरा। मारीचमेकबाणेन भवानपि पलायितः। निहता राक्षसाशूरा इन्द्रजिच्च सुदोहदः। वरेण्यत्रुदयं भग्नं तेन युद्धं च नैव ते। दासभावमधोऽपि दत्त्वा सीतामधाप्नुहि। गोपुरस्थं तथा दारु पञ्चवक्त्रमधेषुणा। चिच्छेदपञ्चधा तेन रामस्त्वां मारयिष्यति। त्वदर्थं बहवो नष्टा नाशमेष्यन्ति चापरे। एको न्याय सुखार्थाय न च मौढ्यं सहोदर। मानुषीं मृत्युसंयुक्ता मनिच्छन्दीं पादिव्रतां। पत्नीं बलवतश्चापि पूजयित्वा विसर्जय। अनिच्छन्द्या समायोगे भवेद्दुःखपरम्परा। दुर्गन्धमलसंयुक्तो नारीसङ्गो जुगुप्सितः। विरक्तिरथ चेज्जादा दुःखाया कार्यवर्तनम्। अनुरागो यदि भवेन्मरणं नरकं ततः। आत्मनो मरणं व्यर्थं तस्याश्चाद्यसमागमे। त्यागो वा मरणं ताद धर्म पत्न्यास्तथा भवेद्। एवमादित्तधान्यच्च कश्मलं सम्भविष्यति। अन्यदाख्यामि ते वाक्यं सर्वेषां च प्रियं हितं। गत्वा रामान्तिकं नत्वा स्तुत्वा विज्ञाप्य राघवं। क्षम राममहावीर शरणागतवत्सला। तामसा राक्षसा सर्वे वयमेदे सुपापिनः। सीतापहारजं दोषं त्यक्त्वा पुत्रा न वेहिनः। त्वदधीना वयं राम रक्ष वा मारयेच्छया। इत्युदीर्य पुरस्तस्य राघवस्य स्थिता वयं। स्थिरायुषो भविष्यामः स्थिरराज्यादशानन। अथाहं रावणो वाक्यमहो नो राक्षसो भवान्। न शूरो राजधर्मं च न च जानासि शाश्वतं। परनारी परद्रव्य परराज्यनिषेवया। शूरणामुत्तमो धर्मो न षण्ढानां भवादृशाम्। शत्रुपक्षं समालिङ्ग्य निर्गच्छेच्छाहि चेन्नृप। अध विभीषणो मन्दिरं गत्वा रामान्तिकं गत्वा तं शरणमभजद। अथ रावणपुरान्निर्गत्य रामेण लक्ष्मणवानरै राक्षसा अपि युयुधिरे। अथ रावणं महाबलं शन्तु मशक्तो रामो विभीषणमुखमवलोक्य। तदुक्तचिह्नपदं बाणेन निर्भिद्या मारयद। अध कुम्भकर्णो महागदमादाय सर्वं निष्पाद्य वानरानेकशो भक्षयित्वा रामोत्तमाङ्गं गदयाहन्। अथ रामो निषिदबाणशदेन तमहन्ममार कुम्भकर्णः। अथ विभीषणेन रावणादे श्राद्धादिकं कारयित्वा शिवालयं तन्नाम्ना कारयित्वा तमेव लङ्काराज्ये विभीषणमभिषिच्य सीतामग्निप्रवेशशुद्धा मुमा महेश्वराभ्यां नमयित्वा पुरहरेण दत्ताखिलामृत बलायुष्य सुपुष्पकमारुह्य जलधिमुत्तीर्य पारावारतटे सेनां समवस्थाप्य शिवप्रतिष्ठां तत्र कृत्वा मुनिभिर्देवैरभ्यर्चितो योध्यामगमद। अथ भारतादिसमुपेदो नागरैर्वसिष्ठेन मुनिभिश्चाभ्यर्चितः स्वगृहमगमद। आत्मनागदानिन्द्रा देवानासनादिनाभ्यर्च वानरान् सम्पूज्य मुक्तजडोभिषिक्तो राज्ये रावणवधहर्षिता देवा राममूजुः। त्वयात्मराज्ये स्थापिता वयं न सर्वदा परिपालय त्वमादिनारायणो देवो निखिल दुष्टनिग्रहार्थमवतीर्णो रावणं स बान्धवं हत्वा लोकत्रय रक्षकोऽसि श्रिया सः सुखी भवेत्युदीर्य स्वर्गं गदाः। अध योध्या वासिनो रामं प्रकर्षिताऊचुः हत्वा शत्रून् समायादो दृष्ट्वा प्राप्तोऽसि वै शिवम् दृष्ट्या त्वं राजसे राम दृष्ट्या पालयसे प्रजाः। त्वया यज्ञा करिष्यन्ते त्वया धर्मो विवर्धते इति पौरवच श्रुत्वा रामो राजीवलोचनः। वस्त्रादिभिरथो सर्वान् नागरान् समपूजयद। मुनीनुवाच धर्मात्मा पूजयित्वाखिलैर्जनैः कच्चित्तपः समृद्धं भक् कच्चिद्यज्ञस्वनिष्ठितः कच्चिद्वदारनिकरा कच्चिदीशोऽभिपूज्यते कच्चित् सुप्रजसो भार्या कच्चित् सर्वं सुखोत्तरम्। मुनय ऊचुः त्वयि राजनिकाकुस्त सर्वं स्वस्थं तपस्विनां गच्छ गच्छामहे पदमिध किं वा त्वं मन्यसे नृप। राम उवाच यस्य विप्रा प्रसीदन्ति तस्य शम्भु प्रसीदति यस्य प्रदीदतीशानस्तस्य भद्रं भविष्यति। तत्कृत्वा भोजनमिह गन्तुमर्हा अनन्तरम् अधेत्युक्तो मुनिगणः कृत्वा भोजनमुत्तमम् अभिवर्ध्यतमाशीर्भिर्हृष्टा स्वं स्वं पदं ययुः। रामोऽपि परमप्रीद सभार्यश्च सहानुजः आकं तकं स कृतवान् राज्यं सर्वजनप्रियः। शृणोत्येतदुपाख्यानं यः कश्चिदपि पादकी सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति। न दुर्गतिर्भवेत् तस्य यश्चेदं स्मरते नरः। यश्चापि कीर्तयेत् तस्य एव मे ददुदीरतम्। इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे पुरा कल्पीय रामायणकथनं नाम षोडशोत्तरशततमोऽध्यायः। ॐ